पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 27 सूत उवाच सप्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपं पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुं महाबाहुं महाकायं यथेन्द्रं च सुरेश्वरम् क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमे वृक्षाणां ब्राह्मणानां च ग्रहर्षाणां तथैव च सोमं राज्ये सोऽभ्यश्रीं च तपसां च महामतिः धर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम् अपामध्ये तथा देवं तीर्थानां हि तथैव च वरुणं सोऽभिषिच्यैव रत्नानां च द्विजोत्तम अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनः विष्णुमेव महाप्राज्ञमादित्यानां पितामहः राज्ये संस्थापयामास जनता हितभेदवे सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिं समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम् प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत दैत्यानां दानवानां च विष्णुतेजः समन्वितं यमं वैवस्वतं धर्मं पैत्र्ये राज्येऽभिषिच्य च यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम् योगिनीनां च सर्वासां वैदालानां महात्मनां कङ्गालानां हि सर्वेषां कूष्माण्डानां तथैव च पार्थिवानां च सर्वेषां गिरिशं शूलपाणिनं पर्वतानां हि सर्वेषां हिमवन्तं महागिरिम् नदीनां च तडागानां वापिकानां तथैव च कुण्डानां कूपराज्ये हि दिव्येषु च सुरेश्वरः सागरं स्थापितं पुण्यं सर्वतीर्थमनुत्तमं गन्धर्वाणां तु सर्वेषां राज्ये पुण्ये तथैव च चित्ररथं तदो ब्रह्म अभिषिच्य सुरेश्वरः नागानां पुण्यवीर्याणां वासु किं च चतुर्मुखः सर्पाणां तु तथा राज्ये अभिषिच्य स तत्क्षमम् वारणानां ततो राज्ये ऐरावणमसिञ्चत अश्वानां चैव सर्वेषामुच्चैश्रवसमेव च पक्षिणां चैव सर्वेषां वैनतेयमथापि सः मृगाणां च ततो राज्ये ब्रह्मा सिंहमथादिशत गोवृषं तु गवां मध्ये अभिषिच्य प्रजापतिः वनस्पतीनां सर्वेषां प्लक्षमेव पितामहः एवं राज्यानि सर्वाणि संस्थाप्य च पितामहः दिशापालांस्ततो ब्रह्मा स्थापयामास सत्तमः वैराजस्य तथा पुत्रं पूर्वस्यां दिशि सत्तमः सुधन्वानं दिशपालं राजानं सोऽभ्यषिञ्चद दक्षिणस्यां महात्मानं कर्दमस्य प्रजापदेः पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषिञ्चत पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापदेः पुत्रं च पुष्करं नाम सोऽभ्य शिञ्चत्प्रजापतिः उत्तरस्यां दिशि ब्रह्म नलकूबरमेव च एवं चैवाभ्यशिञ्चच्च दिक्पालान् समहौजसः यैरियं पृथिवी सर्वात्सप्तद्वीपा सपत्तना यथा प्रदेशमद्यापि धर्मेण प्रतिपाल्यते पृथुश्चैवं महाभागः सोऽभिषिक्तो नराधिपः राजसूयादिभिः सर्वैरभिषिक्तो महामखैः विधिना वेददृष्टेन राजराज्ये महीपतिः चाक्षुषे नाम्नि सम्पुण्ये अधीते च महौजसि मन्वन्तरे महाभाग देव पुण्यहिदैषिणि ततो वैवस्वतायैव मनवे राज्यमादिशद विस्तरं चापि व्याख्यास्ये पृद्धोश्चैव महात्मनः यदि मामेव विप्रेन्द्र शुश्रूषसि अदन्द्रितः एतदेवमधिष्ठानं महत्पुण्यं प्रकीर्तितं सर्वेष्वेव पुराणेषु एतद्धि निश्चितं सदा पुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभं धन्यं पवित्रमायुष्यं पुत्रदं वृद्धिदायकं यच्छृणोति नरो भद्रिया भावध्यानसमन्वितः अश्वमेधफलं तस्य जायते नात्र संशयः इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे राज्याभिषेको नाम सप्तविंशोऽध्यायः ॐ